अस्तु, तर्हि अस्माकं विषयः अस्ति अणत्वम्। अणत्वं नाम सामान्यज्ञानम् अस्माभिः प्राप्तं गतसप्ताहे, रसाभ्यां नोनः समानपदे इत्यनेन एकस्मिन् पदे नकारस्य स्थाने दन्त्ये तत्र मूर्धन्य अणकारः भवति, पूर्वं रेफः मूर्धन्यषकारः अथवा कृष्णऋकारः इत्येषु त्रिषु वर्णेषु अन्यतमः वर्णः स्यात् इति सामान्यज्ञानम् अस्माभिः। अनन्तरम् अट् कुप् वाङ् नूं व्यवायेऽपि इत्यनेन अट् कु पु आङ् नूम् इत्येषु ज्ञावन्तः भवेयुः इति चेदपि अणत्वं भवति समानपदे। समानपदे इति सामान्यज्ञानम् अस्माभिः प्राप्तमस्ति। इदानीम् अग्रेसरेम तत्र करप् न तत्र पी डि एफ़् इत्यस्मिन् सामान्याभ्यासः सम्पादितः अस्ति, अपि च अखण्डपदम्। अखण्डपदम् इत्युक्ते किं, तत्र उदाहरणानि अपि परिशीलितानि। इदानीम् इतः अग्रे समस्तपदे सखण्डपदे नूनः इति एकं चत्वारि एकम् इति नूतनभागः अस्ति तत्र पी डि एफ़् तृतीये पुटे अस्ति इति मन्ये, तृतीये अथवा नाम चतुर्थः इति लिखितः इति लिखितमस्ति चतुर्थः, किन्तु कागदं कागददृष्ट्या तृतीय नाम तृतीयं पी डि एफ़् कस्मिन् पृष्ठे इति चेत् चतुर्थे पृष्ठे समस्तपदे सखण्डपदे नूनः इति लिखितमस्ति। अस्तु, नाम एतावता अस्माकं सामान्यज्ञानं सम्पादितमस्ति। इदानीं नवत्रिंशत् सूत्राणि सन्ति अणत्वस्य प्रकरणे, अणत्वप्रकरणे नवत्रिंशत् सूत्राणि सन्ति। तेषु सूत्रद्वयम् अस्माभिः दृष्टं, तत्तु सामान्यज्ञानमस्ति, किं रसाभ्यां नोनः समानपदे अपि च अट् कुप्वाङ् नुं इति सामान्यज्ञानमस्ति। अस्तु, इदानीम् अन्यत्र कुत्रचित् अणत्वं विधीयते अथवा अणत्वं निषिद्धम् इति विशिष्टस्थलेषु इदानीम् अद्य अद्यतनविषयः। तर्हि लक्ष्मी भगिनी पठतु कृपया। समस्तपदे अखण्डपदे नोणः, पूर्वपदे उत्तरपदे ऋकारः रेफः षकारः अट् कुः पुः तत्र नकारस्य स्थाने णकारः भवति, पूर्वपदे स्थितात् ऋकारात् नाम अस्य अर्थः कः? समस्तपदम् इत्युक्ते सखण्डपदम् इत्युक्ते तस्य विभजनं कर्तुं शक्नुमः। समस्तपदे कथं नकारस्य स्थाने णत्वं भवति इति अधुना पश्यामः। हा, नाम कुत्र सखण्डपदम् अस्ति चेदपि समस्तपदम् अस्ति चेदपि कुत्रचित् णत्वं भवति, यद् नाम पूर्वपदं भवति उत्तरपदम् अस्ति, पूर्वपदम् उत्तरपदम्। इदानीम् उत्तरपदे निमित्तमपि अस्ति कार्यमपि अस्ति इति तत्र न कापि वार्ता, तत्तु भवति एव, किन्तु निमित्तं पूर्वपदे अस्ति कार्यम् उत्तरपदे अस्ति इति रसाभ्यां नोनः समानपदे अपि च अट् कुप्वाङ् नुं व्यवायेऽपि इति सूत्राभ्यां न भवति। यदा निमित्तं पूर्वपदे अस्ति कार्यम् उत्तरपदे अस्ति तत्र अभ्यां सूत्राभ्यां न भवति। अस्तु, समीचीनमस्ति. इदानीम् अग्रे पश्येम कुत्र कुत्र भवति इति. जयन्ति भगिनी अग्रे. पूर्वपदे स्थितात् ऋकारात् रकारात् शकारात् वा निमित्तात् परस्य उत्तरपदे स्थितस्य नस्य नस्य नकारो विकल्पेन भवति, किन्तु उत्तरपदस्थितः नकारः प्रातिपदिकान्ते भवेत्, विभक्तिसम्बन्धी वा भवेत्, नुम् वा भवेत्. उत्तरपदं कवर्गवर्णयुक्तं चेत् नत्वं नित्यं भवति, न तु विकल्पेन इति तु विशेषः. अत्र नियमः अस्ति यत् यत्र समस्तपदम् इत्युक्ते पूर्वपदम् अपि तु उत्तरपदम् इति स्तः, तत्र विकल्पेन किमपि भवति इत्युक्ते निमित्तं तु पूर्वपदे अस्ति, रेपः वा ऋकारः वा शकारः उत्तरपदे अस्ति चेत् पूर्वपदे अस्ति चेत् उत्तरपदे स्थितस्य नस्य नकारः विकल्पेन भवति इति, विकल्पेन नत्वं भवति उत्तरपदे, तत्तु प्रथमम् अस्ति. किन्तु उत्तरपदस्थितः नकारः प्रातिपदिकान्ते भवेत् इत्युक्ते नकारत्तु अन्तिमपदम् अन्तिमे भवेत्, प्रातिपदिकस्य अन्ते भवेत्, विभक्तिसम्बन्धी वा भवेत् इत्युक्ते किं, तृतीया वा तादृशं वा महोदय? सत्यं सत्यं, समीचीनं. वा भवेत् विभक्त्याः भागः नकारः अस्ति चेत्. अस्तु, तर्हि तृतीयाविभक्त्यां तु विभक्तिरूपेण न भवति इत्यस्मात् तत्रापि नियमेन वा नियता नत्वं भवति इत्युक्ते त्रिषु न प्रातिपदिकान्ते भवेत्, द्वितीयं तु विभक्तिसम्बन्धितः भवेत्, नुम् वा भवेत्. तत्र नुम् इत्युक्ते नपुंसकलिङ्गस्य यथा फलानि, फलं फले फलानि, तत्र तत्र नुम् इति, तत्र नपुंसकलिङ्गे नुम् इति उच्यते तत्र सकारः. अस्तु, उत्तरपदं कवर्गवर्णयुक्तं चेत् तावत्पर्यन्तं संक्षेपे कः अर्थः अस्ति? इत्युक्ते प्रथमं पूर्वपदे ऋकारः वा रकारः वा शकारः भवेत्, तदा उत्तरपदे स्थितस्य उत्तरपदे णत्वं भवति कदा? विभक्त्यान्ते प्रातिपदिकान्ते भवेत् नकारः वा विभक्तिसम्बन्धितः भवेत् वा नपुंसकलिङ्ग रूपे भवेत्, नुम् भवेत् इति कृत्वा तत्र सामान्यनियमः कः? एतादृशेषु स्थलेषु णत्वं न भवति स्म, यतोहि रसाभ्यां नूनः समानपदे इति अत्र नास्ति चेदपि कुत्रचित् णत्वं भवति. कुत्र? एषु त्रिषु स्थलेषु, अपि च तत्तु विकल्पेन नित्यं नास्ति, एकवारं भवति एकवारं न भवति, यथेच्छम् एकवारं भवति एकवारं नाम तत्र वक्तुः इच्छाम् अनुसृत्य वक्तुमपि शक्नोति नापि वक्तुं शक्नोति यथेच्छम्. इति अस्ति त्रिषु स्तरेषु. ततः अग्रे किं दत्तमस्ति सरला भगिनी, पठतु. उत्तरपदम् उत्तरपदं कवर्गवर्णयुक्तं चेत् रक्तं नित्यं भवति. नित्यं न तु विकल्पेन इति तु विशेष अत्र दत्तमस्ति उत्तरपदं वर्णयुक्तं चेत् रत्वं नित्यं भवति अहं न अवगच्छामि वर्णयुक्तं चेत् कवर्गवर्णयुक्तं खलु लिखितं कवर्गवर्णयुक्तं कवर्गवर्णयुक्तं चेत् रत्वं नित्यं भवति यथा कवर्गस तत्र ते सन्ति चेत् तत्र रत्वं नित्यं भवति उत्तरपदे न तु विकल्पेन इति तु विशेषः एतेषु त्रिषु स्थलेषु यत्र विकल्पेन विहितमस्ति इदानीम् उक्तं तेषु त्रिषु स्थलेषु उत्तरपदे खगु पञ्चसु वर्णेषु अन्यतमः वर्णः अस्ति चेत् नित्यम् अस्तु नित्यं भवति हा अस्तु समीचीनमस्ति अखिलभगिनी अग्रे यथा प्रातिपदिकान्तनकारः माषयुगः वापिन् युगः औ माषवापिनौ अत्र प्रथम उदाहरणमस्ति तत्र प्रातिपदिकान्तः नकारः इत्यस्य अत्र वापिन् इति उत्तरपदप्रातिपदिकम् अस्ति तस्य अन्ते नकारः अस्ति प्रातिपदिकान्ते नकारः अस्ति चेत् तत्र विकल्पेन न तु विकल्पेन न परन्तु नित्यं नत्वं भवति इति इदानीं दृष्टवन्तः तर्हि तत्र माषवापिणौ इति नत्वं भवति द्वितीयम् उदाहरणं अत्र विकल्पेन अथवा नित्यम् ओहो क्षम्यतां महोदय विकल्पेन एव भवति यत्र नत्वं भवति तत्र नकारस्य णत्वम् इत्युक्ते यस्मिन् पक्षे भवति तत्र माषवापिणौ इति णत्वं भवति नाम अत्र समासः अस्ति सखण्डपदमस्ति अतः सामान्यज्ञानम् अनुसृत्य णत्वं न भवति अत्र माष इति षकारः पूर्वपदे अस्ति नकारः उत्तरपदे अस्ति इति कृत्वा रसाभ्यां नूनः अपि च कूपाङ्गुं विवायेपि इति सूत्राभ्याम् अत्र णत्वं न भवति स्म किन्तु अन्यत् सूत्रमस्ति अस्माकं करपत्रे अस्ति इदानीं द्रक्ष्यामः अन्यत् सूत्रमस्ति येन विकल्पेन अत्र णत्वं भवति यतोहि अत्र प्रातिपदिकमस्ति वापिन् यथा देवशब्दः अकारान्तः देवशब्दः अतः सुहृद् इति दकारान्तशब्दः अस्ति सुहृद् तत्र अत्र नकारान्तशब्दः अस्ति वापिन् तर्हि प्रातिपदिकस्य अन्तिमवर्णः अस्ति नकारः निमित्तमस्ति पूर्वपदे षकारः अत्र न भवति स्म किन्तु यतोहि प्रातिपदिकान्तस्य नकारः अत्र भवति विकल्पेन माषवापिणौ माषवापिनौ इति द्विवारं तत्र विकल्पेन अस्ति एकवारं भवति एकवारं न भवति अस्तु विद्याभगिनी द्वितीयं नुं सम्बन्धी नकारः माषयोग वापयोगः नुं योगः इ माषवापानि अत्र माष इति पूर्वपदं तत्र निमित्तमस्ति षकारः उत्तरपदं नुं सम्बन्धि नकारः अस्ति वापयोगः नुं योगः इ इति प्रत्ययः इति कृत्वा तत्र विकल्पेन नुम् आगमः भवति यद्यपि मध्ये अट् कुप्वाङ्ग् अट् अपि च अट् वर्णाः मध्ये सन्ति वकारः आकारः अनन्तरं पवर्गीयवर्णः अपि मध्ये तदापि तत्र विकल्पेन भवति विकल्पेन भवति समीचीनम् इदानीं राजेन्द्रमहोदय अग्रे आम् आं महोदय अत्र विभक्तिसम्बन्धि तृतीय अस्ति विभक्तिसम्बन्धि नकारः माश्वाप् योग इन् सम्यक्तया उच्चारयतु. अत्र अत्र बहु समी बहु महत्वपूर्णम् अस्ति. सम्यक्तया उच्चारयतु. माशवापेन अत्र शकारः निमित्तम् अस्ति. मध्ये अत्कुप्वाङ्ग अन्यतमे वर्णाः सन्ति. अन्ते अस्ति नकारः. तत् यद्यपि तत् समस्तपदमस्ति तत् तथापि तत्र विकल्पेन नकारस्य नत्वं भवति. अत्र माशवापेन नत्वं भवति नकारस्य. अत्र अत्र विभक्तेः भागः अस्ति. यथा राम रामयोगः इन् रामेण. किन्तु अत्र समस्तपदं नास्ति, अखण्डपदम् इति कृत्वा नित्यमस्ति रामेण. अत्र इन इति नकारः इत्यस्य प्रदर्शनार्थं मया उक्तम्. अत्र इन अस्ति उत्तरपदस्य विभक्तिः अस्ति, नाम समस्तपदस्य विभक्तिः. पूर्वपदे निमित्तमस्ति, अतः णत्वं न भवति स्म, किन्तु प्रकृतसूत्रेण भवति माशवापेण इति अस्ति. अस्तु. इति विकल्पेन त्रिषु स्थलेषु विकल्पेन अस्ति. इदानीं करपत्रे पश्येम. करपत्रे तत् सूत्रमस्ति, तृतीयं सूत्रं. करपत्रे तृतीयं सूत्रमस्ति. अत्र सुब्रह्मण्यं महोदय तत्र इदानीम् अस्ति वा? आं महोदय, अस्मि. पठति वा? आं महोदय, तृतीयमस्ति अत्र. प्रातिपदिकेषु च सिद्धान्तकौमुदी अत्र पञ्चपञ्चाशत् स्क्रीन् रिफ्रेश्. अस्तु अस्तु महोदय, अस्ति, मम पार्श्वे अस्ति इदानीमेव. एकनिमिषः. अद्य एव किञ्चित् इतोपि स्थापितमस्ति, अतः सर्वे स्क्रीन् रिफ्रेश् कुर्वन्तु. हा, वदतु. प्रातिपदिकान्त नुम् विभक्तिषु च पूर्वपदस्य निमित्तात् परस्य एषु स्थितस्य नस्य णो वा स्यात्. अत्र ध्येयं यत् समासस्य प्रसङ्गोऽयं सामान्यतया समासे णत्वं न भवति, परन्तु अत्र भवति विकल्पेन यदि नकारान्तप्रातिपदिकं माषयोगः वापिन् योगः औ माषवापेणौ नुं सम्बद्ध नकारः नपुंसकस्य झलचः इति सूत्रेण प्रथमा द्वितीया बहुवचने नुं भवति, यथा माषयोगः वापा योगः न योगः इ माषवापाणि विभक्तिसम्बन्धीनकारः. तृतीया षष्ठी वा यथा हर्षभावेण वारवाहाणाम् इत्येषु त्रिषु कश्चन उपस्थितोऽस्ति. ब्रह्मः उदेति यत् किमर्थम् अस्मिन् प्रसङ्गे अस्माभिः चिन्तनीयं यत् के के वर्णाः मध्ये सन्ति, यतः अट्कुप्वाङ्नुं व्यवायेऽपि इति सूत्रे रषाभ्यां नो णः समानपदि इति सूत्रस्य पूर्णतया अनुवृत्तिः. नाम अट्कुप्वाङ्नुं व्यवायेऽपि केवलं समानपदे कार्यं करोति, परन्तु प्रातिपदिकान्तनुं विभक्तिषु च इत्यस्मिन् इमानि पदानि अनुवृत्तानि वा पूर्वपदात् अट्कुप्वाङ्नुं व्यवायेऽपि रषाभ्यां नो णः संहितायाम् इति. अत्र समानपदे इत्यस्य अनुवृत्तिर्नास्ति. इदानीम् अत्र यानि उदाहरणानि वयं दृष्टवन्तः तेषां समर्थनार्थमत्र पाणिनीयसूत्रमस्ति, प्रातिपदिकान्तनुं विभक्तिषु च इति. अत्र इदानीं विषयः अस्ति समानपदे इति न, परन्तु समस्तपदे. अत्र पूर्वपदे निमित्तम् अस्ति, अपि च उत्तरपदे नकारः अस्ति. अत्र नियमः अस्ति पूर्वपदे निमित्तम् उत्तरपदे नकारः, सः नकारः प्रातिपदिकान्तनकारः अस्ति चेत्, अपि च नुम्सम्बद्धनकारः अस्ति चेत्, यथा अत्र नपुंसकलिङ्गे द्वितीया प्रथमा द्वितीया द्विवचने अपि च बहुवचने, अपि च विभक्तिसम्बन्धीनकारः यथा द्वितीया षष्ठी प्रथमा विभक्तौ द्वितीया विभक्तौ बहुवचने, बहुवचने द्विवचने न भवति वा महोदय? प्रथमाविभक्तौ द्वितीया विभक्तौ केवलं द्विवचने एव न, बहुवचने एव, बहुवचने एव. अस्तु महोदय, फलं फले फलानि फलानि, तत्र फलानि इति नकारः. परन्तु कुत्रचित् अत्र यत्र यत्र आनि यत्र आनि, अस्तु महोदय, अस्तु अस्तु. अपि च विभक्तिसम्बन्धीनकारः यत्र अस्ति, तृतीया विभक्ति एकवचने, अपि च षष्ठीविभक्तेः बहुवचने, यत्र नकारः विभक्तिसम्बन्धीनकारः भवति, तेषु स्थलेषु एतत् सूत्रं कार्यं करोति. अपि च अत्र यद्यपि रसाभ्यां नो नः अपि च अट्कुप्वाङ्नुं व्यवायेपि सूत्रद्वयम् अत्र समानपदे तेषां द्वयोः अपि कार्यं भवति. अत्र किं भवति इत्युक्ते अट्कुप्वाङ्नुं व्यवायेपि अपि च रसाभ्यां नो नः एतानि पदानि अस्मिन् सूत्रे तेषाम् अनुवृत्तिः भवति, केवलम् अत्र समानपदे इत्यस्य अनुवृत्तिः न भवति. अतः समस्तपदेषु यत्र कुत्रापि उत्तरपदे पूर्वपदे निमित्तमस्ति इत्युक्ते रेफः षकारः ऋकारः वा, अपि च उत्तरपदे नकारः अस्ति त्रिषु स्थलेषु इत्युक्ते नकारान्तप्रातिपदिकम्, अपि च यत्र कुत्रापि अत्र नुं सम्बद्धनकारः भवति यथा नपुंसकलिङ्ग बहुवचने, अपि च विभक्तिसम्बन्धीनकारः भवति उत्तरपदे तृतीया अपि च षष्ठी विभक्तौ, तेषु एतत् सूत्रं तेषु स्थलेषु एतत् सूत्रं कार्यं करोति यद्यपि समानपदं नास्ति. अस्तु, बहु समीचीनमस्ति. अग्रे मीना भगिनी, अग्रे मीना भगिनी. महोदय, सामान्यतया भवान् प्रभावेन अपि प्रभावेन इति वदति. अग्रे अग्रे अग्रे चर्चां कुर्मः, अग्रे अयम् एव उदाहरणम् आयास्यति अवश्यं, प्रश्नः सम्यक्. मीना भगिनी अग्रे. करपत्रे पठामि वा तत्र पि डि एफ़् इति अस्मिन् अग्रे? खवर्ग खवर्गणयुक्तं चेत् नित्यं नकारः नकारः भवति, यथा प्रयोगः योगेन वा दौ भाग्येन. समग्रे नत्वप्रकरणे निमित्तस्य नकारस्य च मध्ये अड्वर्णैः कवर्गेण पवर्गेण च अड्वर्णैः कवर्गेण पवर्गेण च व्यधानं सह्यते इति स्मरणीयम्. समस्तपदे पूर्वपदस्य उत्तरपदस्य मध्ये अट्कुप् वाङ् इति अट्कुप् वाङ् नुम् इति मध्ये आगच्छति चेत् नकारः भवति विकल्पेन, परन्तु अट्वर्णैः खवर्गवर्णः वा पवर्गवर्णः आगच्छति चेत् नित्यं नकारः नकारः भवति इति अर्थम्. नित्यं कदा? कदा प्रायोगः योगेन इत्यस्य मध्ये यकारः स्वरवर्णाः सन्ति, अनन्तरं यकारः अस्ति, अनन्तरं गकारः अस्ति. गकारः कवर्गः वर्णः, अतः प्रयोगेण इत्येव रूपं. प्रयोगेन इति न न सम्यक् पदम्. नाम अयं नूतननियमः अस्ति यत् कवर्गः उत्तरपदे अस्ति चेत् एतत् नियमः न भवति चेत् न, यदि न भवति तर्हि किं भवति स्म? द्वौ रूपौ अपि साधु स्तः. किमर्थं? माषवापिनौ माषवापिनौ द्वौ अपि साधु. अत्र प्रयोगेण इति किमर्थं विकल्पेन इति भवति स्म? प्रयोगेन इति विकल्पेन न भवति. न न, किमर्थं भवति स्म? भवति स्म न भवति, किन्तु किमर्थं भवति स्म? किमर्थं नाम अत्र नूतननियमः अस्ति, नूतनं सूत्रमस्ति, कवर्गीयसम्बन्धसूत्रमस्ति. किन्तु तत् सूत्रं यदि न स्यात् तर्हि अत्र किं भवति स्म? आं, प्रयोगेण इत्यस्य प्रातिपादिक नुं सम्बन्ध भक्तिसम्बन्धि नकारः अस्ति. वदतु. योगेन इति तृतीया विभक्तिसम्बन्धनकारः अस्ति, अतः नकारः नकारः भवति. न केवलं नकारः विभक्तिसम्बन्धि अस्ति, किन्तु तत्तु पर्याप्तं नास्ति. इतोपि किमर्थं वक्तव्यमस्ति नाम यथा रामेण रामेण अत्रापि विभक्तिसम्बन्धनकारः अस्ति रामेण इन इत्यस्य तृतीयविभक्तौ, किन्तु तत्र नित्यमस्ति विकल्पेन नास्ति. समस्तपदे प्रायोगः योगेन दरकारः प्रा इति पूर्वपदे अस्ति, योगेन इति उत्तरपदे नास्ति इति अस्ति. बहु समीचीनमस्ति. अत्र समासः अस्ति, अपि च पूर्वपदे निमित्तम् उत्तरपदे कार्यम्. अतः रामेण इति यथा तथा अत्र प्रयोगेण इति नास्ति. अत्र रेफः पूर्वपदे अस्ति, नकारः उत्तरपदे अस्ति, अतः विकल्पेन इति अत्र भवति स्म. केन सूत्रेण? प्रातिपदिकान्तनुं विभक्तिषु च इति सूत्रेण. सुब्रह्मण्यम तत्र यत् सूत्रं पठितवान् अत्र भवति स्म, किन्तु अत्र नूतनसूत्रमस्ति. अत्र नूतनसूत्रमस्ति. जगन्नाथमहोदय अग्रे पठतु, तत्र कुमति च करपत्रे. करपत्रे अस्तु. कुमति च कवर्गवत्ते उत्तरपदे प्रातिपदिकान्तनुं विभक्तिषु नित्यं णत्वं स्यात् दौर्भाग्येण इत्यस्य उत्तरपदे गकारः कवर्गीयः अस्ति, अतः णत्वं नित्यम् अत्र न तु वैकल्पिकः. वर्षभोग्येण अपि तथा. अत्र यत्र यत्र मध्ये कवर्ग आगच्छन्ति, कवर्गपदानि आगच्छन्ति, पदानि वर्णानि वर्णाः आगच्छन्ति, तत्र नित्यं णत्वं भवति विभक्ति मध्ये. यथा करपत्रे समासप्रसङ्गे एषु त्रिषु स्थलेषु निमित्तं पूर्वपदे कार्यम् उत्तरपदे इति चेत् विकल्पेन भवति. आम्, किन्तु अत्र किमस्ति? अत्र किन्तु अत्र तु कवर्गीयवर्णमध्ये आगच्छन्ति आगच्छति. कुत्र कुत्र आगच्छति? यथा ओ विभक्तिषु प्रातिपदिके. न न न, कवर्गीयवर्णः कुत्र भवति चेत् नित्यम्? ओ रेफान्त रेफस्य निमित्त निमित्तात् परं यथा रेफस्य वा षकारस्य वा. न न न, अत्र किम् उक्तं? रविमहोदय सहायं करोतु. किमुक्तमस्ति? कवर्गीयवर्णः उत्तरपदे. उत्तरपदे यत्र प्रातिपदिके वा विभक्त्यां वा. न न न, अत्र किमस्ति यत् त्रिषु स्थलेषु यत्र यत्र प्रातिपदिकान्तनकारः अथवा नुम् अथवा विभक्तिसम्बन्धनकारः अस्ति, समासप्रसङ्गे तत्र कवर्गीयवर्णः अस्ति उत्तरपदे कुत्रचित्, उत्तरपदे इति तावदेव उक्तमस्ति, उत्तरपदे. अत्र उदाहरणमस्ति तत्र दौर्भाग्येन दोर्भाग्येण, अत्र भागः गकारः उत्तरपदे, दोर् इति पूर्वपदमस्ति. भाग्य अत्र भोग्य अस्ति, भोग्यशब्दे तत्र उत्तरपदमस्ति, तस्मिन् गकारः अस्ति खलु. उत्तरपदे रेफ निमित्तपदं तु पूर्वपदे अस्ति, दुर् इति रेफान्तप्रातिपदिकं न प्रातिपदिकं तद् उपसर्गः. उत्तरपदे कवर्गीयवर्ण आगच्छति मध्ये नकारात् पूर्वम्. अस्तु समीचीनमस्ति, दौर्भाग्येन इति एव पदमस्ति, दौर्भाग्येन. अस्तु समीचीनमस्ति इति एकः अङ्कः अस्ति. आम्, पञ्चपुटे खावर्ग आ इत्यस्य अधोभागे समग्रे नत्वप्रकरणे निमित्तस्य नकारस्य च मध्ये कुत्र अस्ति, कुत्र अस्ति भवति? पञ्चपुटे अस्ति, पीडिएफ् मे पीडिएफ् पञ्चपुटे. किमति समग्रे नत्वप्रकरणे निमित्तस्य नकारस्य च मध्ये अड्वर्णैः कवर्गेण पवर्गेण अपि लिखति, प नास्ति, किमर्थम् इदमस्ति? न न न, तत्र भिन्नसूत्रमस्ति. सूत्रं किम्? अट्कुप्वाङ् नुं विवायेपि कु अट्कुप्वाङ्, अत्र कु कवर्गः अस्ति, कवर्गः अस्ति खलु, अट्कुप्वाङ् नुं विवायेपि इति तत्र अत्र लिखितमस्ति समग्रे नत्व इति स्मरणीयमस्ति यत् सूत्रान्तरे तत्र अनुमतिः अस्ति कवर्गीयवर्णः अस्ति चेदपि भवति. अस्तु, पूर्वसूत्रम् इति सूच्यते. हा हा, तत् इति केवलं स्मरणीयमस्ति. अत्र कुमति च इति नूतनसूचना अस्ति, किन्तु पूर्वसूत्रं करपत्रे द्वितीयं सूत्रं पठतु, अट् कुप्वाङ् नुं व्यवायेपि, अत्र अट् कवर्गः पवर्गः, कवर्गः खलु, कवर्गः अस्ति, तत्र व्यवधानं नास्ति, नत्वं भवति. अवगच्छामि. अस्तु अस्तु, तर्हि अत्र सामान्यपदद्वयमस्ति मनसि भवेत्, तत्र प्रयोगेण प्रयोगेण अत्र गकारः अस्ति उत्तरपदे इति कृत्वा नित्यं, किन्तु प्रभावेन अत्र प्रभावेन अपि साधु अपि च प्रभावेण अपि साधु अस्ति. प्रभावेन प्रभावेण अत्र कवर्गीयवर्णः नास्ति इति कृत्वा विकल्पः अस्ति. तत् प्रभावः इति समासः अस्ति, पूर्वपदे रेफा अस्ति, उत्तरपदे कवर्गीय कोऽपि वर्णः नास्ति इति कृत्वा विकल्पेन अस्ति रूपद्वयं, प्रभावेन प्रभावेण इति रूपद्वयमस्ति इति वा विद्याभगिन्याः प्रश्नः वा? आम्, एतेन सूत्रेण एव इति वा. सत्यं सत्यं सत्यं, तत्र रूपद्वयमस्ति इति बहूनि पदानि तत्र सामान्यानि न सन्ति अत्र, किन्तु प्रभावेन इति अस्माकं तु तत्र वारं वारम् आयाति. तत्र रूपद्वयमस्ति, रूपद्वयमपि साधु. अस्तु, समीचीनमस्ति, अग्रे गच्छेम. इदानीम् अभ्यासः, रत्ना भगिनी अग्रे अन्म्यूट् करोतु. अस्तु, श्रूयते वा महोदय? आम्. अस्तु, अधो निर्दिष्टेषु उदाहरणेषु णत्वं प्राप्तवान् नकारः प्रातिपदिकान्तः नुम् सम्बन्धि विभक्तिसम्बन्धि वा इति आवरणे निर्दिशन्तु. अस्तु, यथा व्रीहि वापणं प्रातिपदिकान्तः नकारः, व्रीहि वापिणं, अत्र नकारान्त प्रातिपदिकम् अस्ति वापिन् इति. कार्यवाहिनी, अत्र कार्यवाहिन् इति अहं चिन्तयामि, कार्यवाहिन् इति नकारान्त प्रातिपदिकम् अस्ति. अनन्तरं रविमयूखेन, तर्हि अत्र किमस्ति कार्यवाहिनी? कार्यवाहिनी इत्यस्मिन् किं विकल्पेन अथवा नित्यम् अथवा किमस्ति? कार्यवाहिनी, वाहिनी विकल्पेन भवति, कवर्गः नास्ति अतः विकल्पेन भवति. हा, तर्हि रूपद्वयं किं? कार्यवाहिनी, कार्यवाहिनी, द्वौ सम्यक्. अस्तु, द्वितीयं करोतु. हा, रविमुखेण, क्षम्यतां, रविमयूखेन, मयूखेन इति किं विभक्तिसम्बन्धनकारः अस्ति अन्ते, विभक्तिसम्बन्धनकारः अपि च कवर्गः अस्ति, कवर्गवर्णः अस्ति, अतः रविमयूखेन इत्येव भवति, न रविमयूखेन इति न भवति. हा, इति अस्ति, बहु समीचीनमस्ति. अत्र विभक्तिसम्बद्ध नकारः अस्ति इति कृत्वा यद् न भवति स्म अणत्वं तत्तु भवति, अपि च नित्यमेव भवति यतोहि उत्तरपदे खकारः अस्ति. अस्तु, बहु समीचीनमस्ति. अग्रे पद्मा भगिनी अग्रे वदतु. हा महोदय, वर्षभोग्येन, अत्र तु रेफः अस्ति पूर्वपदे, उत्तरपदे कवर्गीय गकारः अस्ति, इत्यनेव नत्वं नित्यं भवति वर्षभोग्येण. नित्यम् अथवा विकल्पेन इति बहु सम्यक्तया भवती उक्तवती. इदानीं किमर्थं णकारः भवति, भवति किमर्थं? नित्यमिति तु सत्यं, भवति किमर्थम्? उत्तरपदस्य गकारः अस्ति कवर्गीय इति कृत्वा यत् विकल्पे, इति कृत्वा यत् विकल्पेन भवति स्म तत्तु नित्यं जातम्, किन्तु साधारणज्ञानानुसृत्य अत्र णत्वम् एव न भवति स्म, विकल्पेन वा नित्यं वा इति णत्वं न भवति स्म. अत्र भवति किमर्थं? किमर्थं न भवति स्म? अत्र विभक्तिपदमस्ति उत्तरपदं सोपानेन पश्येम. अत्र सामान्यज्ञानम् अनुसृत्य अत्र अणत्वस्य सम्भावना एव नास्ति सामान्यज्ञानम् अनुसृत्य. किमर्थम् वर्षभोग्येण अत्र द्वयोः पदानि अस्ति वर्षः भोग्येण उत्तरपदे भोग्येन पदे रेफा नत्वनिमित्तानि नास्ति इत्येन भोग्येन भवति. परन्तु उत्तरपदस्य रेफः अस्ति वर्षभोगेन समस्तपदमस्ति इत्यनेन नत्वनिमित्तानि कार्यं करोति. पूर्वपदे एकनिमेषः अत्र सामान्यज्ञानमनुसृत्य अत्र णत्वं भवति अथवा न भवति. सामान्य सूत्रम् अनुसृत्य न भवति. परन्तु किमर्थं न भवति? सामान्य सूत्रं अखण्डपदे अस्ति इत्यनेन. हा हा हा बहु समीचीनमस्ति. अत्र रसाभ्यां नूनः समानपदे इत्यनेन समानपदे नाम निमित्तम् अपि च कार्यं समानपदे इति भवेत् खलु. किन्तु अत्र तथा नास्ति. इति कृत्वा सामान्यज्ञानमनुसृत्य अत्र न भवति स्म, तर्हि विशिष्टज्ञानमनुसृत्य भवति. किमर्थम् अत्र प्रत्येकसूत्रं कार्यं करोति इत्यनेन? अत्र किं सूत्रम्? प्रातिपदिकान्त नुं विभक्तिषु च. सम्यक्. इति सूत्रेण यद्यपि समानपदे इति नास्ति, तथापि अत्र विभक्तिसम्बन्धी नकारः अस्ति. अतः यद्यपि निमित्तं पूर्वपदे अस्ति, तथापि भवति ऋणत्वम्. अपि च अनेन सूत्रेण विकल्पेन भवति, विकल्पेन. किन्तु अत्र भवती उक्तवती यत् विकल्पेन अत्र नास्ति. किमर्थं नित्यं? किमर्थम् अत्र गकारः अस्ति इत्यनेन? सूत्रं किं? कुमति च. बहु समीचीनमस्ति. भवती बहु सम्यक्तया उक्तवती. यदि कुमति च इति सूत्रेण अत्र नित्यमस्ति. राजी भगिनी अग्रे. धन्यवादः. वर्षभोगिना समस्तपदम् इति कारणात् वर्षभोगिना एव न भवति. किमर्थम् इत्युक्ते समस्तपदम् अतः प्रातिपदिकान्तनुं विभक्तिषु इत्यनेन नकारस्य तृतीया विभक्तिः भवति. अतः वर्षभोगिना इति विकल्पेन भवति. कुमती च इति सूत्रेण गकारः पूर्व उत्तरपदे अस्ति, अतः वर्षभू नकारः नकारः भूत्वा वर्षभोगिना इति पदम् आयाति. समीचीनमस्ति. बहु सम्यक् अस्ति. अत्र प्रातिपदिकान्त नुं विभक्तिषु इति त्रिषु कारणेषु किं कारणमस्ति अत्र विकल्पेन? विकल्पेन प्रातिपदिकान्त नुं विभक्तिषु विभक्तिकारणेन. विभक्तिकारणेन. बहु समीचीनमस्ति. बहु समीचीनमस्ति. अस्तु, रविमहोदय अग्रे. अत्र विभक्तिकारणमस्ति, समस्तपदमस्ति च अत्र विकल्पेन अस्ति नकारस्य नकार हा हा हा हा समीचीनमस्ति. समस्तपदमस्ति किन्तु विभक्तिसम्बन्धिनकारः अस्ति. अत्र का विभक्तिः अस्ति? षष्ठीविभक्ति बहुवचनं. हा बहुवचनमस्ति, बहु समीचीनमस्ति. इति कृत्वा अत्र विकल्पेन भवति, अपि च विकल्पेन तिष्ठति एव, यतोहि कवर्गीयसम्बन्धे तत्र वर्णः नास्ति उत्तरपदे. अस्तु, बहु समीचीनमस्ति. अग्रे सहदेवमहोदय करोति वा अग्रे? आम् केवलं शृणोमि महोदय. केवलं शृणोति, अवगच्छति चेत् वदतु. अवगच्छति वा? किञ्चित् किञ्चित् आम् अनन्तरं यत् यत् यत् अवगच्छति तद् वदतु. किञ्चित् प्रयासं करोतु, सहायं कुर्मः. शृणोमि महोदय. अस्तु अस्तु शृणोतु. अस्तु अस्तु अस्तु. बालसुब्रह्मण्यं बालसुब्रह्मण्यं वदतु. हर्षभावेन समस्तपदं निमित्तं षकारः. हर्षभावेन अत्र प्रातिपदिकान्त नुम्विभक्तिषु च इति सूत्रेण णत्वं भवति. भावेन इति विभक्ति विभक्तिसम्बन्धनत्वं तृतीया विभक्ति. अत्र कवर्गमध्ये न आगच्छति तस्मात् विकल्पेन. सो हर्षभावेन हर्षभावेन इत्यादि रूपाणि. हा बहु समीचीनमस्ति. इति तथैव तथैव अस्ति. अग्रे अखिला भगिनी अग्रे. अत्र पूर्वषकारः अस्ति, तर्हि इत्यनेन षकारः इति निमित्तः निमित्तमस्ति अत्र. शोभा इति पूर्वपदे, वहाणि इति उत्तरपदे, इदानीं तत्र तु कवर्गीयवर्णः नास्ति इति कृत्वा अत्र नित्यं नास्ति. परन्तु तत्र नी इति विभक्तिसम्बन्धिनि नत्वम् इति कृत्वा अत्र विकल्पनत्वं भवति. हा किन्तु अत्र विभक्तिसम्बन्धेन इति न वक्तव्यमस्ति. ओ ओ अत्र नुं सम्बन्धिनकारः. हा हा क्षम्. हा नुं सम्बन्धिनकारः नपुंसकलिङ्गे बहुवचने प्रथमद्वितीयविभक्तौ च. शोभा वहाणि इति नुं सम्बन्धिनकारः अस्ति. हा समीचीनमस्ति. जयन्ती भगिनी अग्रे. चक्रवाक्येन चक्रः योगवाक्येन इति विभजनं निमित्तं पूर्वपदे अस्ति. रेपः वाक्येन इति विभक्तिसम्बन्ध इत्यस्मात् विकल्पः भवति स्म, परन्तु कवर्गः अस्ति उत्तरपदे इत्यस्मात् नित्यं भवति नत्वम्. हा बहु समीचीनमस्ति. हा बहु समीचीनमस्ति. अस्तु इदानीं अग्रे पश्येम. अस्मिन्नेव प्रसङ्गे न अस्तु अग्रिमभागं पश्येम. अग्रिमभागम् अग्रिमभागमस्ति. अत्र लक्ष्मी भगिनी पठतु कृपया. संज्ञायां नोणः समस्तपदे पूर्वपदे हितात् निमित्तात् परस्य उत्तरपदे परस्य उत्तरपदे स्थितस्य नस्य णकारः नित्यं भवति संज्ञायां गम्यमानायां. अत्र समस्तपदे नकारस्य स्थाने णत्वं कुत्र अन्यत्र कुत्र भवति इति अन्यत् नियमः तत् नियमः दत्तमस्ति. यदि पूर्वपदे निमित्तमस्ति इत्युक्ते रेफः वा षकारः वा ऋकारः वा अस्ति तदा उत्तरपदे नकारः अस्ति चेत् तत्र नकारः नत्वं भवति, नत्वं नित्यं भवति. यदि संज्ञायां गम्यमानायाम् इति दत्तमस्ति तत्तु न जानीमः. हा हा, समीचीनमस्ति. अत्र उदाहरणं किं? यथा रामयोगः अयनं रामायणं, शूर्पयोगः नख शूर्पणख इति. हा हा, अत्र किमस्ति? अत्र विद्यापगिनी पठतु कृपया. सप्तमं सूत्रमस्ति करपत्रे. एकनिमिषं महोदय. समस्या अस्ति? सप्तमसूत्रं पदान्तस्य इति किल? न, सप्तमं सूत्रं करपत्रे. अस्तु, अखिला भगिनी पठतु कृपया. रिफ्रेश् स्क्रीन् स्क्रीन् रिफ्रेश् करोतु भगिनी. विद्या भगिनी स्क्रीन् रिफ्रेश् करोतु. अखिला भगिनी पठतु. आं महोदय. सप्तमं सूत्रं पूर्वपदात् संज्ञायामगः पूर्वपदस्थान्निमित्तात् उत्तरस्य गकारवर्जितात् नकारस्य नकारादेशः भवति संज्ञायां विषये. पूर्वपदे नत्वस्य निमित्तं वर्तते. पूर्वपदस्य अन्तिमवर्णः गकारो नास्ति, सम्पूर्णपदम् अस्ति इति चेत् उत्तरपदे विद्यमानस्य सम्पूर्णपदम् क्षम्यतां महोदय, सम्पूर्णपदं नाम अस्ति इति चेत् उत्तरपदे विद्यमानस्य नकारस्य नकारादेशो भवति. रामयोगः अयं पूर्वपदस्थान् निमित्तात् उत्तरस्य इत्युक्ते पूर्व वदतु. क्षम्यतां महोदय, इत्युक्ते पूर्वपदे नत्वस्य निमित्तमस्ति. अस्य विच्छेदः कः? विच्छेदं करोतु पदस्य. पूर्वपदस्थान् निमित्तात् उत्तरस्य पूर्वपदस्थान विच्छेदम् इत्युक्ते विग्रहवाक्यम् इति वा महोदय? विच्छेदं करोति. अत्र विग्रह अत्र समासः नास्ति. अस्तु, पदस्थात् निमित्तात् उत्तरस्य गकारवर्जितात् नकारस्य नकार आदेशो भवति संज्ञायां विषये. हा, इत्युक्ते पूर्वपदे निमित्तमस्ति. उत्तरपदे गकारः नास्ति. उत्तरपदे इति न, अत्र व्याख्यानस्य विभक्तिं दृष्ट्वा अवगन्तुं शक्नोति भवती. पूर्वपदस्थात् निमित्तात् गकारवर्जितात्. हा हा, अस्तु, इत्युक्ते हा गकारः अन्तिम तत्र साक्षात् अन्तिमवर्णः नास्ति. तत्र गकारः पूर्वपदे पूर्वपदस्य अन्तिमवर्णः नास्ति. अपि च इति अस्ति चेत् अपि च तत् पदं संज्ञापदम् अस्ति चेत् इत्युक्ते तत्र संज्ञापदम् इत्युक्ते नामपदम् इति चिन्तयामि. तर्हि नामपदम् अस्ति चेत् किं किं पदं सम्पूर्णपदं इत्युक्ते समस्तपदं संज्ञापदम् अस्ति चेत् समस्तपदे विद्यमानं पूर्वपदं पूर्वपदे निमित्तम् अस्ति अपि च पूर्वपदस्य अन्तिमवर्णः गकारः नास्ति इति अस्ति चेत् तत्र नकारस्य नकारः भवति. हा हा हा हा समीचीनमस्ति. विद्याभगिनी स्थानं प्राप्तवती वा? हरि ओम्. आं महोदय, प्राप्तवती. हा तर्हि उदाहरणं पठित्वा वदतु. रामयोगः अयनं, तत्र राम इति पूर्वपदमस्ति, अयनम् इति उत्तरपदमस्ति, पूर्वपदे रेपः निमित्तमस्ति, तत्र गकारः नास्ति पूर्वपदे इति कृत्वा उत्तरपदे नकारस्य नत्वं भवति, यद्यपि मध्ये अट्वर्णः सन्ति. न, तत् पर्याप्तं नास्ति इति कृत्वा अति पर्याप्तं नास्ति, इतोपि किञ्चित् वक्तव्यमासीत्. तावदेव वदनेन कार्यं नामपदं राम अपि नामपदम्, अयनमपि नामपदम् इति वा? न न, सम्पूर्णपदं रामायणम् इति संज्ञा. ओ अस्तु. रामायणम् इति नाम अस्ति खलु. अस्तु, द्वितीयं करोतु. शूर्पयोगः नक, अत्र शूर्प तत्र पूर्वपदे निमित्तं रेपः, तत्र गकारः नास्ति, उत्तरपदे नकारः अस्ति, मध्ये पकारः अस्ति इति कृत्वा नकारस्य नत्वं शूर्पणक इति सम्पूर्णपदम्. पुनः वक्तव्यमस्ति इतोपि. किं महोदय? यत् त्यक्तवती पूर्वतने उदाहरणे इति नामपदं सम्पूर्णपदं संज्ञा अस्ति शूर्पणक इति रावण इति मुख्यं, तदेव मुख्यमस्ति. नाम संज्ञा अस्ति तदेव मुख्यमस्ति, तद् नास्ति चेत् न भवति स्म. कथं जानीमः संज्ञा अस्ति वा इति? इत्युक्ते तदहं न अवगच्छामि. संज्ञा अत्र संज्ञा इत्युक्ते किं? संज्ञा नाम यथा भवत्याः नाम अस्ति विद्या, मम नाम अस्ति स्वरूप इति स्वरूप इति नाम अस्ति. नाम मम नाम, भवत्याः नाम किं? नाम रामायणमिति पुस्तकस्य नाम अस्ति खलु. परन्तु नाम यत्किमपि भवितुम् अर्हति किल, तर्हि कथं जानीमः? न न न, किमपि भवितुमर्हति इति नास्ति. कस्यचित् नाम अस्ति चेदेव तत्र संस्कृतभाषायां नामानि भवन्ति. अत्र पत्रमिति कस्यचित् नाम नास्ति. शिलाखण्डः इति कस्यचित् नाम भवति वा? शिलाखण्डः कस्यचित् नाम अस्ति? नास्ति. अत्र शूर्पणखा इति रावणस्य भगिन्याः नाम. नाम नास्ति चेत् अनेन सूत्रेण न भवति स्म. हा सुब्रह्मण्यम् अग्रे पठतु. आं महोदय, संज्ञायां विषये इति किं? चर्मनासिकः. अत्र संज्ञायां विषये उदाहरणम् अत्र यः यत् पदं संज्ञा न भवति इत्युक्ते नाम न भवति इति, अत्र चर्मनासिकः यद्यपि अत्र पूर्वपदे रेपः अस्ति, उत्तरपदे नकारः अस्ति, समस्तपदमपि अस्ति, परन्तु अत्र द्वयोः मिलित्वा अत्र नाम न भवति, अतः अत्र चर्मनासिकः एव तिष्ठति, न तु णत्वा. समीचीनमस्ति, किन्तु द्वयोः मिलित्वा इति सम्यक् वा? सम्यक् वदतु. द्वे मिलित्वा महोदय. हा द्वयोः अस्ति चेत् द्वयोः मेलनं भूत्वा अथवा द्वयोः मेलनेन. हा तदानीं सम्यक्, द्वयोः मेलनेन. हा तत्र किम, तत् द्वयोः मेलनमिति ल्यूट् तदर्थं कार्यं भवति. हा अस्तु, अग्रे किमस्ति? गकारवर्जिता इति किम्? अत्र सूत्रे दत्तमस्ति एतत्तु कार्यं करोति यत्र पदान्ते पूर्वपदस्य अन्ते गकारः नास्ति इति. अत्र उदाहरणं दत्तमस्ति ऋगयनम्. अत्र ऋग् योगः अयनम् इति चिन्तयामि. द्वयोः मिलित्वा अत्र प्रायः यद्यपि नामपदम् अस्ति परन्तु अत्र पूर्वपदस्य अन्ते गकारः अस्ति इति भूत्वा अत्र नकारस्य णत्वं न भवति. अत्र ऋग्वेदः अस्ति खलु, ऋग्वेदः ऋक् इति अस्ति, तद् सन्धिं कृत्वा ऋग इति अस्ति, ऋगयनं वेदस्य पठनम् अस्तु. समीचीनमस्ति. तर्हि अग्रे गच्छेम. कोऽपि प्रश्नः वा अग्रे? महोदय, इति कथं मन्ये? किमिति अगः इति अस्ति, गकारवर्जितात् इति अस्ति, अन्तिमवर्णः एव गकारः इति कथं मन्ये? अत्र ऋक् इति अस्ति ककारः, तत्र सन्धिम् अत्र गकारः अन्ते अस्ति, प्रथमपदमस्ति ऋग् अनन्तरम् अयनम्. परन्तु सूत्रे अगः इति एव अस्ति, गकारः कारणात् अनन्तरम् आगच्छति इति मन्ये, गकारः अन्तिमवर्णः एव इति किमर्थम्? नाम किमर्थम् अन्तिमवर्णः एव अस्ति? अन्तिमवर्णः न अस्ति, मध्ये आगच्छति चेत् नास्ति इति चेत् न भवति. किमर्थं किमपि न भवति, तत्र निषेधः नास्ति इति मध्ये अस्ति चेत्. सूत्रात् कथं नाम सूत्रस्य पठनेन कथं जानीमः इति वा? तत्र पञ्चमी अस्ति, वर्णः अस्ति यत्र तत्र पञ्चमी इत्युक्ते साक्षात् अनन्तरं, परकार्यम् इति साक्षात् अनन्तरम् अस्ति खलु. अनन्तरमेव अस्ति, अन्तिमम् इति साक्षात् अनन्तरं. गकारः पूर्वपदस्य मध्ये अस्ति चेत् साक्षात् अनन्तरं नास्ति. वर्णः इति कृत्वा वर्णस्य बलेन साक्षात् अनन्तरम् इति अपेक्षितमस्ति. साक्षात् अनन्तरम् इति अपेक्षितमस्ति पञ्चमी विभक्तेः बलेन. तत्र परिभाषासूत्रमस्ति तदर्थं परिभाषा अस्ति यत् तस्मात् इति उत्तरस्य इति परिभाषासूत्रं, तस्मिन् इति निर्दिष्टे पूर्वस्य इति सप्तमी. यत्र सप्तमी अस्ति तत्र साक्षात् पूर्वं, यत्र पञ्चमी इति साक्षात् अनन्तरं, तस्माद् इति उत्तरस्य इति सूत्रेण, परिभाषासूत्रेण. अग्रे गच्छेम. अस्तु, समीचीनमस्ति. अग्रे राजेन्द्रमय अग्रे. आम् आं महोदय, कर्पत्रात् महोदय, पी डि एफ़् पी डि एफ़् अस्ति. अस्तु महोदय, अभ्यासः सूक्ष्मव्यासः अधो निर्दिष्टेषु उदाहरणेषु निमित्तस्य नकारस्य च मध्ये स्थितान् व्यवधायकान् वर्णान् आवरणेषु लिखन्तु. अत्र अस्ति उदाहरणं यथा रामाणां रयोग आयोग म योग आ योग न अस्ति. अत्र तु अत्र तथैव अत्र प्रथमम् उदाहरणमस्ति क्षत्रियाणाम्. अत्र तु विभक्तिसम्बन्धः अस्ति, सम्बन्धः अस्ति विकल्पेन भवति. वर्णानाम् आवरणेषु तत् वदामि वा महोदय? न तत्र वदनस्य आवश्यकता नास्ति, किन्तु अत्र किमर्थं भवति, किमर्थं कार्यं भवति इति वक्तव्यमस्ति. अत्र भवता उक्तं यत् विभक्तिसम्बन्धिनकारः अस्ति इति कृत्वा विकल्पेन, तत्तु सत्यं वा? सरला भगिनी किमस्ति षष्टि बहुवचन संज्ञापदमस्ति शत्स्यानाम्, अतः नित्यं नकारस्य लकार भवति. जयन्ति भगिनी किं वदति भवती? समस्तपदमेव नास्ति महोदय. तत्र राजेन्द्रमहोदय भवतः अत्र दोषः, अपि च तत्र सरला भगिनी अपि. पुनः वदतु जयन्ति भगिनी, वदतु. क्षत्रियाणाम् इति समानपदम् इति अखण्डपदम् अस्ति, न तु सखण्डपदम् इति कृत्वा अत्र अस्माकं प्रथमसूत्रम् अपि तु द्वितीयं सूत्रं कार्यं कुरुतः दशाभ्यां नूनः इति अत्र समानपदे रकारः एव खलु, रेपः अस्ति मध्ये वर्णः अट्वर्गीयः अस्ति इति कृत्वा णत्वं भवति क्षत्रियाणाम् इति. हा हा इति अस्ति. अस्तु द्वितीयं करोतु. नित्यं सर्वे अवगच्छेयुः, समासः एव नास्ति अतः नित्यमस्ति, अत्र विकल्पः किमपि नास्ति. अस्तु भगिनि जयन्ति भगिनि. ब्रह्मणः तत्तु अखण्डपदमेव. रेपः निमित्तं ब्रह्मणः अत्वर्गीयः हकारः हकारः हकारः न नास्ति. हा अट् अर्वर्ग स्वरा हय वर इति न, अतः ब्रह्म मकारः पवर्गः अपि अस्ति इति कृत्वा णत्वं भवति नित्यमेव. बद्धः सम्यक् सम्यक् अस्ति. सरला भगिनी अग्रे महोदय प्रश्नः अस्ति. क्षत्रियाणाम् इति पदे तकारः अस्ति किल? तकारः अत्र रेफः तकारः पूर्वम् अथवा अनन्तरम्? ओहो अस्तु महोदय. चित्रकर्माणि समस्तपदमस्ति. चित्रयोगकर्माणि कर्माणि नुम् पदमस्ति. अत्र अस्माकं चिन्तनक्रमः कः? प्रथमतया इदं पदम् अखण्डम् अथवा सखण्डं पदम् इति प्रथमतया वक्तव्यमस्ति सर्वदा. इदं पदं सखण्डपदमस्ति. चित्र उत्तर पूर्वपदमस्ति. कर्माणि उत्तरपदमस्ति. पूर्वपदे रेफनिमित्तमस्ति. उत्तरपदे नकारस्य नकार भवति नित्यं. प्रातिपदिकान्तनुमविभक्तेषु च इति सूत्रेण नुम् आगच्छति. तत्र कर्मन् योग अस्ति, कर्माणि भवति तत्र. किन्तु उत्तरपदे ककार अस्ति इत्युक्ते कुमति च इति सूत्रेण नित्यं भवति चित्रकर्माणि. वा बहु सम्यक् अस्ति. तथैव अस्ति, तथैव. जगन्नाथमहोदय अग्रे. कश्चन प्रश्नः बालसुब्रह्मण्यं उत्तरपदे एव रकारः अस्ति किल, कर्माणि रकारः. हा हा तदपि अस्ति. तत् सरला भगिनी सम्यक्तया वदतु, मम अपि तत्र अवधानं न जातम् उत्तरपदे अपि रेफ अस्ति रेफस्य उत्तरपदे निमित्तं रेफ तस्य अनन्तरं नकार अस्ति अतः उत्तरपदे नकारस्य नकार भवति अपि न न किन्तु भवती यद् उक्तवती पूर्वं तत्तु समीचीनं नासीत् अत्र भवती किम् उक्तवती पूर्वं यद् अत्र नास्ति इदानीम् अत्र कर्माणि अखण्डपदम् अस्ति किन्तु चित्रयोगकर्माणि सखण्डपदं भवति अतः अतः निमित्तं रेफ अस्ति अतः फलं किं फलं नित्यं हा भवती तत्र विकल्पेन इति उक्तवती किन्तु बालसुब्रह्मण्यं तत्र अवगतवान् कुमति अहं कुमति च इति कुमति च इति नित्यं किन्तु तत्र विकल्पेन इति भवति स्म अनन्तरं कुमति च नित्यम् एतत् सर्वं दोषम् अस्ति तत्र न कुमति च न किमपि न भवति अत्र प्रातिपदिकान्तनुं विभक्तिषु अपि नास्ति अत्र कुमति च नास्ति किमपि नास्ति केवलं वर्षाभ्यां नो नः समानपदे औट्कुपानुं विवापि इति अत्र पदं समस्तपदमस्ति चेदपि निमित्तं समानपदे अस्ति अत्र समासस्य चिन्तनं नापेक्षितम् अस्तु जगन्नाथपदे अग्रे वर्षणम् एतत्तु अखण्डपदं षकारनिमित्तं तस्मात् परं नकार भवति नित्यं णत्वं भवति सत्यं सत्यं समीचीनं बालसुब्रह्मण्यं महोदय तत्र अग्रे वर्षभोग्येन समस्तपदं षकारः निमित्तवर्णः वर्षभोग्येन भोगेन इति निमित्तं पूर्वपदे अथवा उत्तरपदे पूर्वपदे वर्ष अस्तु अनन्तरं कर्मभोग्येन इति विभक्तिसम्बद्ध सत्यं तस्मिन् नकारः ककारः आयाति तस्मात् नित्यं वर्षभोग्येन इति विकल्पः नास्ति गकारः तत्र कुमति चिनेन नित्यम् अस्तु समीचीनमस्ति अग्रे अग्रे राजीभगिनी अग्रे अर्घ्येण एकपदं समानपदं रेफः निमित्तमस्ति तत्कारणात् नकारः नकारः भवति अत्र केन सूत्रेण दशाभ्यां नोन समानपदे नोनः समानपदे वस्तुतः न तेन सूत्रेण नास्ति वस्तुतः अट्कुप्वाङ्ग्याम् अट्कुप्वाङ्ग्यामेपि इति सूत्रेण वा हा इति वस्तुतः रसाभ्यां नोनः समानपदे इति तदानीमेव कार्यं करोति यदा रेफनकारयोः मध्ये न कोऽपि वर्णः अस्ति साक्षात् यतोहि मया यदुक्तम् इदानीं पञ्चमी विभक्तिः रसाभ्यामिति पञ्चमी अस्ति पञ्चमी अस्ति इति मीनभगिनी यत् पृष्टवती तत्र साक्षात् अनन्तरं वर्णः तत्र पञ्चमी इत्यस्य बलेन पञ्चमी अस्ति खलु तस्मादिति उत्तरस्य इति सूत्रेण पञ्चमी इत्युक्ते साक्षात् अनन्तरं भवेत् अपि च रसाभ्यां नोनः समानपदे इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः भवति अग्रिमे सूत्रे अतः अट्कुपाङ्ग् इति सूत्रस्य वस्तुतः कथनम् एवं भवति रसा तत्र अट् कूप् वाङ् नुं व्यवायेऽपि रसाभ्यां नूनः समानपदे इति सूत्रस्य अर्थः अट् कूप् वाङ् नुं व्यवाय अट् कूप् वाङ् नुं व्यवाये अपि रसाभ्यां नूनः समानपदे इति अस्ति तदेव विधायकसूत्रमस्ति अस्तु अग्रे गच्छेम पद्मा भगिनी अग्रे परन्तु करपत्रे च न पी डि एफ़् इति अस्मिन् पी डि एफ़् एकानि पत्राणि अग्रिमं पदं करोतु अध्ययनादि जातमस्ति इदानीम् अग्रे ओ अवगतं वृक्षेण कुत्र अस्ति भवती कुत्र अस्ति अत्र अस्माकम् अभ्यासं मीना भगिनी अग्रिमं करोतु अनन्तरं पद्मा मीना भगिनी करोतु पी डि एम् फोर् षष्टमी पुटे अस्ति कृमीणाम् इति समस्तपदं नास्ति इति मन्ये अखण्डपदमेव ऋकारः निमित्तमस्ति ऋकारनकारमध्ये मकारः आगच्छति मकारः स्वरः आगच्छतः द्वौ अपि अट्कुप् वाङ्विमाम् इत्यस्य वर्णः पवर्गीयवर्णः अट् इत्यस्य स्वरः अतः बाधितं न भवति नकारः नकारः एव भवति समीचीनम् अस्तु अग्रिमं भगिनी करोतु माषवापाणि समस्तपदमस्ति माषः माषयोगः वापाणि निमित्तं पूर्वपदे अस्ति षकारः उत्तरपदे नकारः विभक्तिसम्बन्धनकारः अत्र विशिष्टविभक्तिसम्बन्धः इति नास्ति विशिष्ट नुं सम्बन्धनकारः नपुंसक पदेषु बहु प्रथमद्वितीय विभक्तौ बहुवचने नुम् आगमः अतः नकारः भवति सूत्रमस्ति प्रातिपादिकान्त नुं विभक्तिषु च इति सूत्रम् मध्ये कवर्गः नास्ति कुमति च इत्यस्य प्रयोगं नास्ति अतः विकल्पेन एव आगच्छति माषवापानि द्वौ अपि साधु प्रयोगः अस्तु सम्यक् अग्रे रत्ना भगिनी अग्रे अस्तु चङ्क्रमणं प्रायः अखण्डपदम् इति चिन्तयामि चङ्क्रमण रामं तथाविध भवति चङ्क्रमणं द्वितीयविभक्ति इति चिन्तयामि चङ्क्रमण रकार नकारयोः मध्ये मकारः अस्ति मा पवर्गीय अपि च अट्वर्णः अस्ति अतः नकारस्य स्थाने नकारः आगच्छति अत्र नाम पदमस्ति इति वदति वा न तत् तु न जानामि किन्तु रसाभ्यां नोणः समानपदे अपि च द्वितीयसूत्रस्य कार्यमेव भवति अत्र इति चिन्तयामि सखण्ड अथवा अखण्डपदमिदम् अखण्डपदम् इति प्रायः अखण्डपदमेव स्यात् अस्तु द्वितीयं करोतु किं पदं तदेव चक्रस्य क्रमणं द्रष्टव्यमस्ति तस्य अर्थः इति द्रष्टव्यः अस्ति न जाने भवती एव दृष्ट्वा सूचयतु कृपया रत्ना भगिनी अग्रे भ्रमणम् इति अस्ति अर्थः किमिति चङ्क्रमणम् इत्युक्ते भ्रमणं भ्रमणम् अत्र अनुस्वरः दृश्यते अतः उक्तवती न किन्तु अस्माकं तादृश दक्षिणभारतीय उच्चारणं नापेक्षितमस्ति अत्र संस्कृत उच्चारणम् अपेक्षितम् अस्तु ब्रह्मणम् अत्र ऋकारः एतदपि अखण्डपदम् इति चिन्तयामि ऋकार नकारयोः मध्ये हकारः इत्युक्ते अट् वर्णः अस्ति अट् अपि च अट् वर्णौ स्तः अतः नकारस्य स्थाने णकारः भवति हकारः अट् अनन्तरं कः वर्णः अट् हकारः अपि च अकारः ह अपि च अनुस्वारः ओ अनुस्वारः हा अनुस्वारः आङ् न आङ् न एकनिमिषः महोदय अत्र अत्र अखिला भगिनी वदतु अनुस्वारः अनुस्वारः तत्र नास्ति खलु महोदय तत्र अत्र अनुस्वारः अस्ति परन्तु तत्र माहेश्वरसूत्रेषु अनुस्वारः नास्ति परन्तु तत्र व्यवाये अपि इति अस्ति इति कृत्वा तत्र अनुस्वारः अन्तर्गतः इति अहं चिन्तयामि अनुस्वारः कथम् अन्तर्गतः कुत्र व्यवाये इति अस्ति खलु तत्र नाम व्यवायेपि इति केवलं साक्षात् अव्यवहितः इति अर्थः व्यवहितः व्यवायेपि इति व्यवहितः तत्र अनुस्वारः कथं विद्या भगिनी वदतु नुम् इति अस्ति तत्र नुम् इत्युक्ते नकारः नकारः अनुस्वारस्य उपलक्षणम् इति कृत्वा अनुस्वारः नुम् नुम् इति अस्ति विद्याभगिनी अग्रिमं नरभाग्येन इति सखण्डपदमस्ति अत्र पूर्वपदे रेपः उत्तरपदे नकारः अस्ति उत्तरपदे मध्ये गकारः अस्ति इति कृत्वा नित्यं नरभोग्येन कुमति च इति सूत्रेण समीचीनं किमिति न मध्ये बकारः पवर्ग्यवर्णः गकारः कवर्ग्यवर्णः यकारः अट् वर्णः एकारः स्वरः अकारः अपि स्वरः सुन्दरम् अस्तु सुब्रह्मण्यम तत्र अग्रे आश्रियमाणं चिन्तयामि सखण्डपदमस्ति इति चिन्तयामि महोदय अखण्ड श्रूयमाणमिति पदमस्ति श्रूयमाणं सखण्डपदमस्ति प्रायः आ इति उपसर्गः अस्ति अत्र आश्रयमाणं इदानीमत्र अत्र तु रेपः तु एतत्तु अट्कुप्वाङ्नं व्यवायेपि इत्यस्मात् एव एतदत्र नकारस्य स्थाने णकारः सखण्डपदमस्ति चेदपि किं सखण्डपदमस्ति चेदपि अत्र श्रियमाणम् इत्यस्मिन् पदे अत्र रेपः अस्ति तस्मिन् पदे एव नकारः अस्ति अतः पदद्वयस्य प्रसक्तिः नास्ति एकस्मिन् पदे एव अतः समानपदे इत्यस्य कार्यम् अपि च अत्र मध्ये रेपः अपि च निमित्तनकारयोर्मध्ये अत्र इकारः यकारः अकारः मकारः आकारः अतः अत्र अट्कुप्वाङ्नं व्यवायेति इत्यस्य प्रसक्तिः अपि च कार्यं भूत्वा अत्र नकारस्य स्थाने णत्वं सम्यक् सम्यक् सखण्डपदमस्ति चेदपि निमित्तमपि कार्यमपि समानपदे इति कृत्वा अस्तु समीचीनमस्ति रविमहोदय अग्रे महोदय अत्र आकारः अतः समासः रविमहोदय अग्रे परिभवेन अत्र परि उत्सर्गः अस्ति निमित्तमपि तत्र अस्ति प्रकार रेफ मध्ये पवर्गीयवर्णः अट् वर्णः सन्ति अतः अणकारः भवति अत्र केन सूत्रेण अणत्वं अट्कुप्वाङ् अत्र अखण्डपदम् अथवा सखण्डपदं किं सखण्डपदम् आट्कुप्वाङ् नुम्विवायेपि रसाभ्यां नूनः समानपदे इति समानपदम् इति अपेक्षितमस्ति अत्र नास्ति अत्र तथा नास्ति बालसुब्रह्मण्यं वदतु वदतु परिभवेन इति सखण्डपद रकारः रेपः रेपः कर्णत्ववर्णः प्रातिपदिकान्त नुम्विभक्तिषु च इति सूत्रेण भवेन इति विभक्तिरूप नकारः विभक्तिसम्बन्धनकारः तृतीयविभक्ति तस्मात् ककारः नास्ति तस्मात् विकल्पेन नकार नत्वं परिभवेन परिभवेन इति द्वयोः रूपं हा बहु बहु समीचीनमस्ति लक्ष्मीभगिनी अग्रे द्रव्यव्ययेण अत्र समस्तं पदम् अत्र पूर्वपदे निमित्तमस्ति रेफः निमित्तम् अत्र प्रातिपदिकान्ते नुं विभक्तिषु च इत्यनेन अत्र णत्वं भवति तृतीयविभक्तिरूपं द्रव्यव्ययेण विभक्तिसम्बन्धनकारः अस्ति अपि च अत्र विकल्पेन रूपद्वयं सम्भवति किमर्थं चेत् तत्र कवर्गीयवर्णः नास्ति द्वितीयपदे अतः द्रव्यव्ययेण अथवा द्रव्यव्ययेन रूपद्वयं हा बहु समीचीनमस्ति अस्तु अस्माकं समयः जातः वर्गः समाप्तः किन्तु अन्तिमषड् उदाहरणानि तत्र गृहपाठरूपेण कुर्वन्तु कृपया इतः अग्रे सरेम अग्रिमे सप्ताहे बहु समीचीनमस्ति धन्यवादः सर्वेषां नमस्कारः धन्यवादः महोदय धन्यवादः महोदय धन्यवादः महोदय धन्यवादः महोदय